ॐ श्री गणेशाय नमः। ॐ येनाक्षरसमानायम् अधिगम्य महेश्वरात् रत्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति सङ्ख्या इति। तत्र सङ्ख्यासु लिङ्गभेदः इति मूलविषयः। तत्र वयं गतवर्गे दृष्टवन्तः तत्र एकतः चतुर्पर्यन्तं तत्र लिङ्गभेदः अस्ति। तत्र चत्वारः पुरुषाः किन्तु चतस्रः कूप्यः अपि चत्वारि पुष्पाणि इति वदामः, किन्तु पञ्च आरभ्य तत्र लिङ्गभेदः नास्ति इत्युक्ते तत्र समानरूपम् अस्ति इति तत्र दृष्टवन्तः। अतः तत्र अभ्यासान् अपि कृतवन्तः, किन्तु किञ्चिदेव अवशिष्टम् अस्ति इति मन्ये। तत् कृत्वा अग्रे अपि गन्तुं शक्नुमः, किन्तु यदि तत्र सर्वेषाम् अभिरुचिः अस्ति तस्मिन् विषये एव पुनः अधिक अभ्यासः भवतु इति, तर्हि तत्र अन्यकरपत्रमपि अस्ति, तत्र मया स्वीकृतमस्ति, तत्र राष्ट्रीयसंस्कृतसंस्थानस्य तत्र टीच् युअर्सेल्फ् संस्कृत् इति तत्र व्यवहार प्रदीपः इति पुस्तकमस्ति, तस्मात् अपि करपत्रं स्वीकृतमस्ति मया, तदपि कर्तुं शक्नुमः। नो चेत् तत्र अग्रे तत्र पूर्णप्रत्ययाः अथवा प्रत्ययान्ताः इति अग्रिम अध्यायः अस्ति, तम् अध्यायमपि पठितुं शक्नुमः। किन्तु प्रथमतया तत्र किञ्चित् पुनस्मरणं कुर्मः। तत्र प्रथमतया तत्र एतत् कुर्मः, तत्र एक द्वे त्रीणि चत्वारि एतत्तु जानीमः, किन्तु तेषां तत्र विभक्तिरूपाणि एकवारं तस्य पुनस्मरणं कुर्मः। अतः तत्र सूर्यकुमारी भगिनी, तत्र एकः इति पुल्लिङ्गे अस्ति खलु, तत्र पुटसङ्ख्या अस्ति 62 मध्ये। सूर्यकुमारी भगिनि, महोदय, 62 मध्ये उपरि एकः इति पुल्लिङ्गे, एक इति स्त्रीलिङ्गे अस्ति खलु, तत्र एकः पदस्य विभक्तिरूपाणि दत्तानि सन्ति। अतः तत्र एतत् इदानीं गतवर्गे किञ्चित् कृतवन्तः, इदानीं तत्र एतत् कुर्मः। तत्र एकः वणिक् इति स्वीकृत्य तस्य विभक्तिरूपाणि वदामः। एकः वणिक् वणिक् एकं वणिज्यति वणिज्यम् एकं वणिज्यम् एकेन वणिजे वणिजा वणिजा भवता भवते भवतः भवतः भवति एकेन वणिज एकस्मै वणिजे एकस्मात् वणिजः एकस्य वणिजः एकस्मिन् वणिजि वणिजि समीचीनं भगिनि। हा अस्तु, रघुपतिमहोदय, इदानीं तत्र एकः इति एव, किन्तु इदानीं तत्र सुहृद् इति एकः सुहृद् एकं सुहृदम् एकेन सुहृद् सुहृद् खलु एकेन सुहृदा इति भवति आम् एकस्मै सुहृदे एकस्मात् सुहृदः एकस्य सुहृदः इति एकस्मिन् सुहृदि इति सुहृदि समीचीनं महोदय, सुहृदि समीचीनं। हा तत्र तत्र वयं जानीमः भवता भवते भवतः भवतः अन्ते भवति इति तावदेव सुसमीचीनं महोदय. अस्तु गीताञ्जलि भगिनी, इदानीं तत्र भवान् एव भवान् इति न मरुत् इति एकः मरुत् एकं मरुतम् एकेन मरुता एकस्मै मरुते एकस्मात् मरुतः एकस्य मरुतः एकस्मिन् मरुति. हा समीचीनं भगिनि, समीचीनम् अस्तु. इदानीं सूर्यकुमारी भगिनि, इदानीं स्त्रीलिङ्गे तत्र एका इति अस्ति, अतः तत्र एका वाच् इति करोति वा, एका वाक् वाक् इति वाच् शब्दस्य प्रथमविभक्तिरूपं प्रातिपदिकमस्ति वाच् इति खलु. स्वरूपमहोदयस्य करपत्रे अस्ति भगिनि, द्वितीयपुटे. सूर्यकुमारी भगिनी, श्रूयते वा? अतः करपत्रे अस्ति, तत्र स्वरूपमहोदयस्य करपत्रे अस्ति, पुस्तके अपि अस्ति, पुस्तके अपि अस्ति, परिशिष्टं भागे अस्ति, पेज् 180 तत्र अस्ति. पुटसङ्ख्या नास्ति, किन्तु तत् पुटसङ्ख्या अस्ति 180. यदि तत्र सङ्ख्या आसीत् चेत् सङ्ख्या भवेत् 180. अस्तु रघुपतिमहोदय, भवान् एव वदतु. एका वाक् इति सूर्यकुमारी प्राप्तवती वा? क्षम्यतां महोदय, भवानेव म्यूट् मध्ये आसन्. एका वाक् अथवा वाग् एका वाग् एकां वाचम् एकया एकया वाचा इति एकया वाचा एकस्यै वाचे एकस्यै वाचे इति एकस्याः वाचः एकस्याः वाचः एकस्यां वाचि एकस्यां वाचि. समीचीनं महोदय. गीताञ्जलि भगिनी, इदानीं तत्र तकारान्त खकारान्त सर्वं कृतम्, अतः एतत् कुर्मः तत्र आशीष् इति एका आशीः इति स्वरूपमहोदयस्य करपत्रे तत्र तृतीयपुटे अस्ति, नो चेत् तत्र आशीः इति अत्रापि अस्ति इति आशी इति अस्मिन्नेव पुटे अपि अस्ति भगिनि. एका आशीः एकाम् एकाम् एकाम् आशिषम् एकया आशिषा एकस्यै आशिषे एकस्याः आशिषः एकस्याः एकस्याम् आशिषि आशिषि आशिषि. समीचीनं भगिनि, धन्यवादः. अस्तु सूर्यकुमारी भगिनि, इदानीं तत्र अप्सराः इति पदस्य अप्सरस् इति प्रातिपदिकं तत् पदं करोति वा? एका अप्सरा एका अप्सराः इति अत्र प्रायशः नास्ति भगिनि, सकारान्तपदम् अत्र न दत्तम् पदमस्ति. अप्सरा एका अप्सरा न अप्सराः अप्सराः एका अप्सराः इति एका अप्सराः एका एकाम् एकाम् एकाम् अप्सरम् अप्सरसम् अप्सरसम् जानाति वा भगिनी एतत्? आम् आम् हा अस्तु एकाम् अप्सरसं एकया एकया अप्सरसा समीचीनं भगिनि एकस्य अप्सरसे एकस्याः अप्सरसः एकस्याः अप्सरसः एकस्याम् अप्सरसि समीचीनं भगिनि तत्र चिन्ता मास्तु भगिनि अप्सरसा अप्सरसे अप्सरसः अप्सरसः अप्सरसि बहुवचन बहुवचन अप्सरः अप्सरसः अप्सरसः हा अप्सरसः किञ्चित् क्लिष्टमस्ति भगिनि किन्तु केवलम् द्विवचन बहुवचनं पञ्चमी षष्ठी अप्सरसः अप्सरसः अप्सरसः इति हा सत्यम् अतः अपि तत्र अप्सरसः एकवचन इव दृश्यते एकवचनम् इव दृश्यते अप्सराः इति बहुवचनम् इव दृश्यते किन्तु तत्र विपरीतम् अस्ति हा अस्तु तर्हि इदानीं तत्र चत्वारः तत्र द्विवचनं त्यजामः इदानीं तत्र त्रयः चत्वारः इति तस्यापि किञ्चित् अतः तत्र पुनः तत्र यानि पदानि पूर्वं न कृतवन्तः तं स्वीकृत्य इदानीं कुर्मः तत्र रघुपतिमहोदय इदानीं तत्र इदानीं तत्र त्रयः तु तत्र बहुवचने एव भवति अतः त्रयः आत्मा इति त्रयः आत्मानः इति आत्मानः खलु त्रयः आत्मानः अस्तु त्रयः आत्मा इति पुल्लिङ्गपदमस्ति खलु अस्तु त्रयः अस्तु त्रयः आत्मानः पुल्लिङ्गे अपि बहुवचने नित्यबहुवचने अत्र अत्रैव अस्ति भगिनि महोदय तत्र त्रयः आत्मानः त्रिभिः इति अस्तु त्रयः आत्मानः द्वितीया त्रीन् आत्मनः इति भवति आत्मनः इति आत्मनः त्रिभिः आत्मभिः त्रिभ्यः आत्मभ्यः पञ्चमी त्रिभ्यः आत्मभ्यः षष्ठी त्रयाणाम् आत्मानाम् इति भवति त्रिषु आत्मसु इति आत्मसु इति सत्तावती समीचीनं महोदय अस्तु गीताञ्जलि भगिनी हा नित्यबहुवचनम् इदानीं हा सत्यं महोदय हा इदानीं तत्र राजा इति करोति वा अथवा गुणी इति करोति वा भगिनि गीताञ्जलि भगिनि त्रयः राजानः अथवा गुणिन् गुणिनः इति करोतु भगिनि अस्तु भगिनि अस्तु अस्तु अस्तु तत्र राज्ञः इति प्रायशः भवति तावदेव मध्ये मध्ये ज्ञा इति आगच्छति तावदेव त्रयः राजानः त्रीन् राज्ञः त्रिभिः राजभिः केवलं राजभिः न चिन्ता मास्तु भगिनि त्रिभिः राजभिः त्रिभ्यः राजभ्यः त्रिभ्यः राजभ्यः त्रयाणां राजानां हा अत्र राज्ञाम् इति त्रयाणां राज्ञां त्रिषु राजसु राजसु राजसु अत्र किञ्चित् क्लेशः एव अस्ति भगिनि यतोहि तत्र जकारः अस्ति ज्ञकारः अस्ति अतः चिन्ता मास्तु. अतः तत्र नकारान्तपदं तत्र आत्मन् अस्ति राजन् अस्ति अपि गुणिन् इति अस्ति अतः तत्र रूपत्रयम् अस्ति खलु तत्र नकारान्तपदानां पुल्लिङ्गे एव अतः किञ्चित् क्लेशः भवति चिन्ता मास्तु. अस्तु शुभदा भगिनी नमस्कारः. पुटसङ्ख्या अस्ति 62 भगिनी. नमस्कारः महोदय. नमस्कारः भगिनी. मम आडियो मध्ये किञ्चित् क्लेशः अस्ति महोदय. मम आडियो मध्ये वा भगिनि? ओ न सम्यक्तया श्रूयते अत्र भवत्याः ध्वनिः एव मन्दं श्रूयते. रघुवीरानन्दमहोदय स्वामीजी नमस्कारः. हरिः ओम् नमस्कारः. नमस्कारः महोदय. तत्र 62 पेज् मध्ये स्मः गीतासोपनि द्वितीयभागे सङ्ख्या इति विषयः. अस्तु अस्तु सूर्यकुमारी भगिनी इदानीं तत्र त्रयः इति पुल्लिङ्गे त्रि शब्दस्य पुल्लिङ्गरूपे तत्र इदानीं तत्र गीताञ्जलि भगिनी तत्र राजन् कृतवती इदानीं तत्र गुणि इति पदस्य करोति वा भवती? त्रयः गुणिनः इति आरभ्य त्रयः गुणिनः त्रीन् गुणिः गुणिनः गुणिनः गुणिनः क्षम्यतां त्रीन् गुणिनः त्रिभिः गुणिभिः त्रिभ्यः गुणिभ्यः त्रिभ्यः गुणिभ्यः त्रयाणां गुणीनां तत् त्रयाणाम् इति त्रयाणां गुणिनां गुणिनां त्रिषु गुणिषु त्रिषु गुणिषु समीचीनं भगिनि. समीचीनम् अस्तु शुभदा भगिनि श्रूयते वा न श्रूयते भगिनि इदानीं? अस्तु रघुवीरानन्दस्वामी भवान् पठितुं वक्तुम् इच्छति वा इदानीमेव? आम् महोदय. अस्तु अतः तत्र त्रयः शब्दः अस्ति त्रिशब्दः अस्ति महोदय. अस्ति महोदय. तत्र एकवारं पुल्लिङ्गे रूपाणि यानि सन्ति एकवारं पठति वा तत्र अधोभागे दत्तमस्ति प्रथमस्तम्भे. त्रयः त्रीन् त्रिभिः त्रिभ्यः पञ्चमी त्रिभ्यः षष्टि त्रयाणां सप्तमी त्रिषु त्रिषु. इदानीं तत्र गुणीति अस्तु तत्र मुनिशब्दः अथवा कविशब्दः स्वीकरोतु महोदय. तत्र त्रयः कवयः त्रयः कवयः त्रीन् कवीन् त्रिभिः कविभिः त्रिभ्यः कविभ्यः त्रिभ्यः कविभ्यः त्रयाणां कवीनां त्रिषु कविषु. इति समीचीनं महोदय. अस्तु समीचीनं. अस्तु इदानीं तत्र अतः तत्र त्रिशब्दस्य पुल्लिङ्गरूपस्य अपि अभ्यासं जातम्. इदानीं तत्र पुनः तत्र रघुपतिमहोदय इदानीं तत्र स्त्रीलिङ्गे तिस्रः इति तत्र हलन्तपदानां तत्र किं कुर्मः तत्र पूर्वं तत्र वयं वाक् इति कृतवन्तः एकवचने इदानीं तत्र शकारान्त अथवा सरित् इति करोति वा महोदय? त्रयः सरित् क्षम्यतां तिस्रः सरितः. आम् एकवारं महोदय. एका सरित् एका सरित् एकां सरितं सरितं न इदानीं क्षम्यतां क्षम्यतां तिस्रः क्षम्यतां तिस्रः तिस्रः सरितः तिस्रः सरितः द्विवचने अपि तिस्रिभिः सरित् द्वितीया विभक्ति तिस्रिभिः सरिद्भिः अपि च तिसृभ्यः सरिद्भ्यः तिसृभ्यः सरिद्भ्यः इति भवति. षष्टि तिसृणां सरितां सरिताम् इति भवति अपि च तिसृषु सरिषु समीचीनं महोदय तावदेव अस्तु इदानीं गीताञ्जलि भगिनी शुभदा भगिनी श्रूयते वा इदानीं भगिनी यत् भवती वदति तत् तत्र सम्यक्तया न श्रूयते किन्तु तत्र किम् एको एको अस्ति तद् प्रतिध्वनि प्रतिध्वनि तु बहु अस्ति भगिनि अस्तु गीताञ्जलि भगिनी इदानीं तत्र दिश् इति करोति वा भगिनि तत्र तिस्रः दिशः इति तिस्रः दिशः तिस्रः दिशः तिसृभिः दिग्भिः तिसृभ्यः दिग्भ्यः तिसृभ्यः दिग्भ्यः तिसृणां दिशां दिशां तिसृषु दिक्षु दिक्षु इति समीचीनं भगिनि हा अस्तु सूर्यकुमारी भगिनी इदानीं तत्र भवती किं कर्तुम् इच्छति तत्र आशीः करोति वा अथवा तत्र करोति वा तत् समीचीनम् अस्ति वा अथवा पूर्वं कृतवती वा अस्तु भगिनि अतः तत्र किं तत्र अस्तु तत्र स्रज् इति करोति वा जकारान्तपदं स्रज् हा स्रज् स्रज् तिस्रः स्रजः स्रज् स्रजः तिस्रः स्रजः स्रजः जकारान्तपदं जकारान्तपदं भगिनि पुनः तत्र स्वरूपमहोदयस्य करपत्रे अस्ति तत्र द्वितीयपुटे तिस्रः स्रजः तिस्रः स्रजः तिसृभिः त्रजभिः सृग्भिः सृग्भिः तिसृभिः सृग्भिः सृग्भिः तिसृभ्यः तिसृभ्यः सृग्भ्यः सृग्भ्यः सृग्भिः सृग्भ्यः सृग्भ्यः जकारान्तपदं सृग्भ्यः सृग्भ्यः तिसृणां स्रजां सृजां तिसृषु सृजषु सृक्षु इति अस्ति भगिनि हा सृक्षु अथवा सृक्षु सृक्षु तत्र प्रायशः मम दोषः सृग्भिः सृग्भिः सृग्भ्यः सृग्भिः सृग्भ्यः सृग्भ्यः सृक्षु इति सृ इति न स्र स्र इति स्रक्षु स्रक्षु इति सरक्षु स्रक्षु इति अस्तु भगिनि अस्तु तर्हि तत्र एतः प्रायशः अभ्यासः बहु किमपि जातः तावत् कुर्मः अग्रे गच्छामः इदानीं तत्र पुटसङ्ख्या तत्र 64 मध्ये यः अभ्यासः अस्ति तत्र एतत् न कृतवन्तः अपि तत्र सुभाषितानि तत्र यानि सन्ति तत्र प्रायशः त्रयं त्रीणि सुभाषितानि पठितानि अस्माभिः अतः किं कुर्मः तत्र सुभाषितानि पठित्वा पुटसङ्ख्या 64 मध्ये यः अभ्यासः अस्ति तमपि कृत्वा अग्रे सरामः अस्तु तर्हि तत्र रघुवीरानन्दस्वामी तत्र पेज् 67 मध्ये तत्र चतुर्थ तत्र तत्र अभ्यासः तत्र चतुर्थ अभ्यासः तत् पठति वा महोदय चतुर्थसुभाषितं क्षम्यतां पुटसङ्ख्या 61-67 मध्ये तत्र सुभाषितानि दत्तानि सन्ति प्रथमं द्वितीयं तृतीयं कृतवन्तः इदानीं तत्र अभिवादनशीलस्य इति नित्यं वृद्धोपसेविनः चित्तारितस्य वर्धन्ते आयुर्विद्यायशो बलम् अधोभागे अपि वाक्यमपि अस्ति ज्येष्ठानाम् अभिवादनस्य स्वभावः यस्य अस्ति यः वयोवृद्धानां ज्ञानवृद्धानां च सेवनं करोति तस्य आयुः या मिषः बलं च एतानि चत्वारि वर्धन्ते किञ्चित् वदति वा महोदय तत्र किम् अस्ति आं महोदय सनातनसंस्कारः अस्ति ज्येष्ठानां प्रति अभिवादनं करिष्यन्ति किमर्थम् एतत् सम्प्रदायम् अस्ति इति तत्र ज्ञानं दत्तमस्ति महोदय न केवलं वयोवृद्धानां ते ज्ञानवृद्धानाञ्च तेन सेवनेन आयुः विद्या यशः बलम् इति चत्वारि गुणानि मयि वर्धन्ते अतः मया करणीयं अभिवादनं करणीयं हा समीचीनं महोदय अपि तत्र तेन सेवनेन इति भवता उक्तं तत्र सेवनेन इति अस्ति किन्तु तेन इति किमर्थं तत्र ओ टु देम्स् क्षम्यतां न महोदय चतुर्थी न तत्र सेवनेन इति अस्ति तत्र कस्य सेवनेन इति अतः एव तत्र वयोवृद्धानां सेवनेन वर्धनं भवति इति वक्तुम् इष्टवान् तेषां सेवनेन एतत् सर्वं भवति इति भवान् इष्टं अस्तु हा अस्तु तत्र वयोवृद्धानां तत्र प्रथमविभक्तौ एकवचने रूपं किम् वयोवृद्धः हा वयोवृद्धः तत्र वयोवृद्धः अपि ज्ञानवृद्धानाम् इति तत्र ज्ञानवृद्धः समीचीनम् इदानीं तत्र वयोवृद्धः इति तत्र पदद्वयरूपेण वदामश्चेत् किं भवति वयः वृद्धः हा किन्तु तत्र किञ्चित् वयोवृद्धः इत्युक्ते कः यथा तत्र ज्ञानवृद्धः इति स्वीकरोतु तत्र यस्य यः ज्ञाने वृद्धः अस्ति इत्युक्ते तत्र अथवा यस्य ज्ञानस्य वर्धनं न केवलं वयसि वृद्धः किन्तु ज्ञाने हा समीचीनं महोदय तत्र वयसि हा वयसि इति तद् वयसि इति किमर्थं तत्र सप्तमी समीचीनं तत्र वयसि इति पदस्य पदपरिचयं करोतु महोदय वयसि इति तत्र सप्तमीविभक्ति एकवचनम् अस्ति किन्तु कस्य पदस्य प्रातिपदिकं किं तत्र वयस् हा वयस् इति वयः इति वयस् महोदय हा वयस् इति सकारान्त नपुंसकलिङ्गपदम् वयः इति मनः इव मनः मनसि मनांसि वयः वयसि वयांसि इति अतः तत्र वयसि समीचीनं महोदय तत्र वयसि वृद्धः अपि ज्ञाने अपि वृद्धः समीचीनं महोदय अस्तु अतः अपि तत्र अत्र चत्वारि वर्धन्ते इति अस्ति आयुः विद्या यश बलं बलम् अन्तिममस्ति इति कृत्वा एव एतानि चत्वारि भवति अथवा अन्यत्र किम् अस्ति अत्र चत्वारि नपुंसकलिङ्गे तत्र बलम् इति सत्यं महोदय सत्यं तत्र नपुंसकलिङ्गे अस्ति इति गुणाः गुण इति पुल्लिङ्गे अस्ति तत्र महोदय तत्र एतत् पूर्वमपि दृष्टवन्तः तत्र यत्र समूहः अस्ति तत्र नियमः इति सम्यक्तया न जानामि किन्तु एतत् बहुवारं दृश्यन्ते समासपदे तु अन्तिमपदस्य समासः नास्ति किन्तु अत्र समासः नास्ति केवलं तत्र ओ हा तत्र समासे इति न किन्तु अत्र तु समासः नास्ति महोदय यतोहि तत्र आयुर्विद्या यशो बलम् इति भिन्नं पृथक् पृथक् एव दत्तम् वाक्ये वाक्ये अपि तत्र च इति एतानि चत्वारि वर्धन्ते इति अतः तत्र अन्तिम तत्र समूहस्य अन्तिमसदस्यस्य लिङ्गमनुसृत्य तत्र चत्वारि इति स्वीकृतम् अस्ति इति मन्ये महोदय अतः तत्र तत् नियमः कः इति तत्र प्रायशः तत्र जनार्दन हेग्डे महोदयस्य पुस्तके प्रायशः अस्ति महोदय तत्र च इति तत्र अस्ति किन्तु अहं न स्मरामि तत्र कस्मात् एषः नियमः स्वीकृतः इति किन्तु एतादृशः नियमः अस्ति तत्र समूहः अस्ति चेत् तत्र अत्र समूहः अस्ति आयुः विद्या यशः बलं बलं नपुंसकलिङ्गे अस्ति इति इति शब्द स्वीकृत्य एव तत् समूहवाचकस्य अन्तिमं पदं स्वीकरोति अहं इति शब्दकारणेन प्रायः बलम् इति सत्यं च अनन्तरम् इति अस्ति चेत् तत्र प्रायशः तत्र अन्तिमसदस्यस्य लिङ्गं पश्यामि अहमपि किन्तु एतादृशं किमपि अस्ति महोदय किन्तु समीचीनः एव तत्र चत्वारि इति किमर्थम् इति अपि यशः इति अस्ति रघुवीरानन्दस्वामी यशः यशस् तत्र वयः इति यथा अस्ति तादृशमपि यशः इति यशस् इति सकारान्तपदम् नपुंसकलिङ्गे अस्ति अतः तत्र हलन्तपदानाम् एव विषयः अस्ति खलु अत्र अतः तत्र यशः अपि तत्र यशः यशसि यशांसि चत्वारि अपि तत्र अन्यत् किमपि अस्ति वा तत्र हलन्तपदानाम् अथवा सङ्ख्या विषये किमपि वक्तव्यमस्ति वा तत्र प्रायश वृद्धोपसेविनः इति तत्र सेवी इति प्रायश सेविन् इति प्रायश प्रातिपदिकम् अस्ति नित्यं वृद्धोपसेविनः महोदय सम्पूर्णं प्रतिध्वनिः आगच्छति महोदय कोऽपि अन्म्यूट् मध्ये अस्ति न सुभता भगिन्याः क्लेशः अस्ति अहं चिन्तयामि तत्र तर्हि एकवारं बहिः गत्वा आगच्छति चेत् सम्यक् मम अपि म्यूट् अन्म्यूट् बटन् सम्यक् कार्यं न करोति अस्तु अस्तु महोदय प्रायशः सा तदेव कुर्वन्ती अस्ति इति मन्ये अस्तु पश्यामः अस्तु वृद्धोपसेविनः तत्र वृद्धस्य अथवा वृद्धानाम् उपसेवी इति तत्र वृद्धोपसेवि सेविन् इति प्रायश प्रातिपदिकं नकारान्तपदम्. अस्तु अग्रे तत्र सूर्यकुमारी भगिनी अग्रिमं पठति वा भगिनि. पञ्चभिः सह गन्तव्यं सत्यातव्यं पञ्चभिः स्थातव्यं पञ्चभिः सह पञ्चभिः सह वक्तव्यं न दुःख पञ्चभिः सह पञ्चभिः. तत्र वाक्यमपि दत्तमस्ति भगिनि, तत्र एकवारं पठतु. बुद्धिमता जनेन पञ्चभिः जनैः सह गमनं करणीयं. पञ्चभिः जनैः सह स्थातव्यं वक्तव्यं च. एवं पञ्चभिः सह जीवनेन कदापि दुःखं न भवति. शुभदा भगिनी, प्रतिध्वनिः पुनः अस्ति भगिनी, क्षम्यताम्. अपि यद् भवती वदति तत् न श्रूयते. पुनः वदामि महोदय. न शुभदा भगिनी, न श्रुतवान्. सूर्यकुमारी भगिनी यद् भवती वदति तत् सम्यक्तया श्रूयते, किन्तु शुभदा भगिनी तत्र प्रतिध्वनिः आसीत्. किन्तु शुभदा भगिनी श्रूयते वा? अस्तु भगिनि, अस्तु. सूर्यकुमारी भगिनी तत्र यत् भवती पठितवती किञ्चित् वदति वा? तत्र किमस्ति? बुद्धिमता जनेन पञ्चभिः जनैः सह गमनं करणीयम् इति. अत्र किम् अस्ति तत्र? क्षम्यतां महोदय, द्वारं मम कृते. अस्तु अस्तु भगिनि, पिहित्वा पिहित्वा आगच्छतु. महोदय, बुद्धिमता जनेन पञ्चभिः जनैः सह गमनं करणीयम् इति तद् वाक्यं. तत्र गमनं करणीयम् इति अस्ति. पञ्चभिः तृतीयबहुवचनं बुद्धिमता जनेन जनैः सह गमनं करणीयम् इति वाक्यमस्ति तत्र. भगिनी तत्र एतत् कार्यं मया करणीयम् इति अस्ति. तत्र कर्मणि रूपम् इति वदामः खलु. मया करणीयं, करणीयम् अस्ति चेत् तत्र कर्मणि रूपं भवति. मया करणीयम्, अहं करणीयम् इति न भवति, मया करणीयम् इति, मया करणीयम् इति भवति. अतः कर्तृपदस्य तृतीयाविभक्तिरूपं भवति. मया करणीयम् इति एव भवति, न तु अहं करणीयम् इति न भवति, मया करणीयम् इति भवति. अत्र करणीयम् इति अस्ति. अत्र कर्तृपदं किमस्ति? तृतीयविभक्त्यन्तम् अस्ति अस्मिन् वाक्ये. करणीयम् इति तत्र मया करणीयं, मया इति स्थाने अत्र किम् अस्ति? गमनम् इति तत्र मया कार्यं करणीयम्, अत्र गमनं करणीयम्. मया गमनं करणीयम् इति स्थाने अत्र गमनं करणीयम् इति अस्ति, किन्तु मया स्थाने किं पदम् अस्ति अत्र? मया इति कर्तृपदं सूचयति, अथवा कर्तारं सूचयति. कर्तारम् अत्र किं पदं कर्तारं सूचयति इति प्रश्नः. किं पदं कर्तारं? गमनं करणीयम् इति अस्ति. गमनम् इति कर्मपदमस्ति. सत्यं, किन्तु कर्तृपदं किम् अस्ति अस्मिन् वाक्ये? कर्तारं किं पदं सूचयति अत्र? अहम् इति नास्ति. हा, बुद्धिमता. बुद्धिमता जनेन गमनं. बुद्धिमता जनेन गमनं करणीयम् इत्युक्ते बुद्धिमान् जनः यः अस्ति तेन गमनं करणीयम्. किन्तु एकाकी गमनं करणीयं वा अथवा अन्यैः जनैः करणीयं वा? बुद्धिमत्ता एकाकी न, न, न. अतः एव तत्र मध्ये स्थापितमस्ति सः इति अस्ति खलु. जनैः सह, हा, पञ्चभिः जनैः सह गमनं करणीयम्. कः गच्छति इदानीं? कः गच्छति? बुद्धिमान् जनः एकः अस्ति, सः गच्छति गमनं. तस्य गमनं, तेन गमनं करणीयं. किन्तु सः एकाकी न गच्छति, तेन सह पञ्चभिः जनैः भवितव्यम्. अतः सः इति अस्ति. अत्र अत्र जनेन इति तृतीयविभक्तौ अस्ति, जनैः अपि तृतीयविभक्तौ अस्ति. रूपसामान्यम् अस्ति तृतीयविभक्ति इति, कारणे भेदः अस्ति. समानकारणं नास्ति. सहयोगे तृतीया अस्ति. हा, सहयोगे उपपदविभक्ति तृतीया. अपि बुद्धिमता जनेन तत्र तृतीया किमर्थम् इत्युक्ते कर्मणि प्रयोगः इति कृत्वा तृतीया. अतः अस्माभिरपि पञ्चभिः सह गन्तव्यम् इति भवति. युष्माभिरपि पञ्चभिः सह गन्तव्यम् इति सत्यं महोदय. अतः तत्र बुद्धिमता जनेन गमनं करणीयं, किन्तु एकाकिना पञ्चभिः जनैः सह गमनं करणीयम् इति. अस्तु, गीताञ्जलिभगिनी अग्रिमं वाक्यं तत्र पठित्वा एकवारं वदति वा भगिनि? पञ्चभिः इति बहुभिः करोमि महोदय, किन्तु प्रथमवाक्यं व्याकरणस्य कृते तु अवगतं, किन्तु अर्थः तु न अवगतं मया. किमर्थं बुद्धिमता गमनं करणीयं तत्र? गमनम् इति इत्युक्ते भगिनि तत्र जीवनस्य किं? अस्तु, जीवनं तत्र एकाकी न गन्तव्यम् इति. तत्र जनैः सह तत्र सम्भाषणं वा सर्वं तत्र सहायम् अपेक्षितमस्ति तत्र. हा, तत्र एकाकी इति, तत्र कोऽपि एकाकी न इति. इत्युक्ते यद्यपि बुद्धिमता जनेन गमनं करणीयं, बुद्धिमान् अस्ति चेत् अपि चेदपि इति नास्ति. अपि इति नास्ति तत्र. अपि इति नास्ति तत्र. करणीयम् इत्युक्ते, भगिनि तत्र हिशुड् इति अर्थे खलु. हिशुड् इति अर्थे खलु. हा, तादृश. अतः तत्र इत्युक्ते, हा, एन् इण्टेलिजेण्ट् पर्सन् does not travel alone इति अर्थे. किन्तु ट्रावल् इति तत्र लोकस्य इति तत्र व्यवहार. हा, तत्र जीवने एकाकी न भवेत् इति. इत्युक्ते इण्टेलिजेण्ट् पर्सन् आल्सो लिव् वित् अदर्स्. हा, तादृश अर्थे. तत्र आङ्ग्लभाषायाम् अस्ति नो मेन् इस् एन् ऐलेण्ड् इति. इत्युक्ते यद्यपि बुद्धिमान् अस्ति तदापि न बुद्धिमान् अस्ति इति न यद्यपि इति न भगिनि. बुद्धिमान् अस्ति चेत् सः एकाकी न तिष्ठति. सः अन्यैः जनैः तत्र तस्य सहवासं भवति इति. महोदय, आङ्ग्लभाषायां वदन्ति टू अ पार्टि त्री अ क्रौड् तादृश नास्ति महोदय. तत्र केवलं तत्र नो मेन् इस् एन् ऐलेण्ड्, तत्र अन्यैः जनैः तस्य सहवासं भवति, तत्र एकाकी न तिष्ठति इति तावदेव तत्र जीवने. इति मम चिन्तनं, किन्तु तत्र महोदय जीवनं करोति तत्तु इत्युक्ते मूढः तु एकाकी तु न शक्नोति एव. किन्तु मूढस्य विषयः अत्र नास्ति भगिनि, सः किं करोति इति विषयः नास्ति. बुद्धिमान् अस्ति चेत् सः प्रायशः अन्यैः जनैः जीवति. तत्र हा तत्र जीवनेन कदापि दुःखं न भवति, अन्ते दत्तमस्ति. अस्तु, सत्यं सत्यम्. अतः तत्र वाक्यत्रयमपि पठामः भगिनि. यथा यथा भगिनी तत्र वाक्यमस्ति चेत् केवलं प्रथमपदं पठामश्चेत् वाक्यस्य अर्थस्य बोधनं न भवति. तथा अत्र सुभाषितं पूर्णतया पठामः. मम दोषः महोदय. न न, चिन्ता मास्तु भगिनि. वाक्यमहं पठामि. पञ्चभिः बहुभिः जनैः सह हातव्यं वक्तव्यं च. इत्युक्ते पञ्चभिः इत्युक्ते केवलं पञ्चभिः इति न इति अत्र दत्तमस्ति खलु. पञ्चभिः इत्युक्ते बहुभिः इति अर्थः. बहुभिः जनैः सह हातव्यं वक्तव्यं च. लिविङ्ग् अमङ्ग्स्ट् एव्रिबडि. समीचीनं भगिनि. हा, तत्र अनेकैः जनैः स्थातव्यम् अपि वक्तव्यं, तत्र सम्भाषणं करणीयं तैः सह. यथा वयं तत्र अत्र वर्गे वयं सम्भाषणं कुर्मः, किं किम् अस्ति इति तत्र वदामः. अस्तु, अहम् एतत् चिन्तयामि, भवती किं चिन्तयति इति यदि तादृश भवति, तत्र बहुभिः सह जीवनेन तत्र स्थातव्यं, सः स्थातव्यं वक्तव्यम् एतत् सर्वं भवति चेत् तत्र किं भवति. एवं अग्रिमवाक्यं, बहुभिः सह जीवनेन कदापि दुःखं न भवति. इत्युक्ते किं कारणेन वयं बहुभिः जनैः सह गमनं करणीयं किं महोदय? अनियर् प्रत्ययः स्था धातुक स्था कर्तव्यमेव. गमनं कर्तव्यम् अथवा करणीयं न, गमनं करणीयं. स्थातव्यम् अपि ल्युडन्त् न महोदय? न न, स्थातव्यम् इति ल्युडन्त् नास्ति भगिनि. स्थातव्यमपि शुड्, स्थातव्यं तत्र करणीयं, कर्तव्यमिति तादृशं स्थातव्यं वक्तव्यम्. यदि तत्र तादृशं कुर्मश्चेत् तत्र किं भवति? तत्र जीवने दुःखं न भवति. हा, जीवनेन तादृश पञ्चभिः सह जीवनेन कदापि दुःखं स्थातव्यं तव्यत् अस्ति. अनियर् अस्ति चेत् महोदय तत्र रूपं न जानामि भगिनि. हा, स्थानीय वा? न जानामि भगिनि, न जानामि भगिनि. अस्तु, इत्युक्ते पञ्च बहुभिः सह जीवनेन कदापि दुःखं न भवति. तत्र बहुभिः, हा हा, तत्र बहुभिः जनैः यदि वयं तत्र सहवासं कुर्मः, वदामः, तैः सह तिष्ठामः, तत्र किं भवति? वदामः, एतादृशः सहवासः भवति, सः वासः इति तत्र अस्मिन् पदे एव अस्ति खलु, तत्र सः अपि अस्ति वासः अपि अस्ति. यत्र तादृशसहवासः भवति तत्र किं भवति, तत्र दुःखं न दुःखं न भवति. हा, तत्र जीवनं किम् अस्ति इति तत्र अस्माकं जीवनमपि पश्यामः, अन्येषां जीवनमपि पश्यामश्चेत् तत्र किं भवति, अस्तु जीवनस्य पाठाः सर्वं वयं पठामः, ज्ञास्यामः, अतः तत्र दुःखं न भवति इति प्रायशः. सुभाषिते तु बुद्धिमता इति किमपि पदं नास्ति, किन्तु यत्र विवरणमस्ति तत्र तु बुद्धिमता जनेन आयाति. किन्तु सत्यं भगिनि, सत्यं सत्यं सत्यं सत्यम् इत्युक्ते पञ्चभिः बहुभिः एव, पञ्चभिः इत्युक्ते बहुभिः इति अर्थः. किन्तु तत्र तत्र एतत् करणीयम् इति दत्तमस्ति भगिनि, तावत् तावदेव. तत्र भगवद्गीता पठितव्या इति अस्ति चेत् तत्र केन पठितव्या इति तत्र प्रश्नः भवति खलु. किन्तु तत्र उत्तरं वयमेव सर्वैः पठितव्या. अस्तु, अत्र प्रायशः सर्वैः करणीयम् इति अस्ति, किन्तु तत्र केवलं बुद्धिमता जनेन इति स्वीकृतं तावदेव. अस्तु, सूर्यकुमारी भगिनी पुनः एकवारं भवती अश्वशब्दैः के वदति वा भगिनी, तत्र यद् भवती पठितवती तत्र तस्य अर्थः कः इति वदति वा. बहवः जनैः, बहुभिः जनैः, बहुभिः जनैः गमनं करणीयं, स्थातव्यं करणीयं, वक्तव्यमपि. तत्र स्थातव्यम् इत्युक्ते एव तत्र करणीयम् इति एव अर्थः, अतः स्थातव्यम्. ओके, गमनं स्थातव्यं, वक्तव्यं. तत्र गमनं करणीयम् अथवा गमनं करणीयम् इति स्थाने गन्तव्यम् इति अपि वक्तुं शक्नुमः. गन्तव्यं, स्थातव्यं, वक्तव्यं किमर्थम् इत्युक्ते यदि एतत् कुर्मः तत्र चेत् इति तत्र न भवति, वक्तव्यं चेत् इति न, तद् न वक्तुं शक्नुमः भगिनि. तत्र वक्तव्यम् इति किमर्थं, किमर्थम् इत्युक्ते तत्र ततः ततः जीवनेन दुःख न भवति. हा इति दुःखं न अनुभवामः, अनुभवामः अथवा कोऽपि न अनुभवति इति. समीचीनं भगिनि. अस्तु, अग्रे रघुपति महोदय अग्रिमं करोति वा महोदय. हा महोदय, अत्र उद्यमसाहसं धैर्यं बुद्धिशक्ति शक्तिः पराक्रमः षडेते यत्र वर्तन्ते तत्र देवः सहायकृत इति. परिश्रमः, साहसं, धैर्यं, बुद्धिः, शक्तिः, पराक्रमः इत्येते षड्गुणाः यत्र सन्ति तत्र ईश्वरः सहायं करोति इति अस्ति. यत्र परिश्रमः अस्ति, यत्र साहसम् अस्ति, धैर्यमस्ति, बुद्धि यस्य यः परिश्रमं करोति अतः साहसप्रवृत्तिः अस्ति, यस्य धैर्यमस्ति अथवा बुद्धिः शक्तिः पराक्रमः एते षड्गुणाः सन्ति, तस्य देवः सत् ईश्वरः साहाय्यं करोति इति. अतः अथवा अस्माभिः सर्वदा परिश्रमं करणीयं, साहस प्रवृत्तिना वर्तनीयम् इति. तत्र एतदपि समीचीनम् अस्ति खलु महोदय, तत्र विकल्पद्वयमस्ति, तत्र करणीयं वा कर्तव्यं, किन्तु प्रसिद्धः रूपः रूपमेकं प्रसिद्धं रूपमेकमेव अस्ति खलु. तावदेव अस्ति अत्र. अतः किमपि न करोति तस्य देवः अपि साहाय्यं न करोति इति. यदि षड्गुणाः सन्ति तत्र ईश्वरस्य साहाय्यं निश्चयेन भवति. तत्र क्षम्यतां महोदय, पराक्रमः इति अर्थ पदस्य अर्थ इत्युक्ते शक्ति एव न महोदय, अपि च साहस एव. अत्र किम् अर्थः, कः अर्थः अत्र? अस्तु, तत्र अस्तु परिश्रमः इति जानीमः. परिश्रम तु अन्य अस्ति, अत्र उद्यमः, साहसं, धैर्यं, बुद्धिः, शक्तिः, तत्तु सर्वे अत्र अवगतं, किन्तु पराक्रमः इत्युक्ते किम्? पराक्रमः अहं चिन्तयामि भगिनि, तत्र निपुणता इति वा अथवा युद्धे पराक्रमः इति तत्र निपुणतां सूचयति इति मन्ये. वीरता इति भवति महोदय, शौर्यं, शौर्यं, शौर्यम् अस्तु. अतः अस्तु शौर्यम् इति अतः तत्र हा धैर्यम् इति अपि अस्ति, साहसमपि अस्ति. अस्तु, तत्र संस्कृते वैशिष्ट्यम् अस्ति, अत्र किञ्चित् भिन्नरु अर्थभिन्ना भवितुमर्हति. एकस्य पदस्य भिन्नभिन्न शब्दाः भवन्ति, भिन्नभिन्न एकस्य अर्थस्य भिन्न अर्थः तु अवगतं, किन्तु पराक्रम इति शूरता इति अस्ति, तावदेव शौर्यं. शूरता साहसनात् नास्ति महोदय. हा अस्तु अस्तु सत्यं महोदय. तत्र भगिनी यदि पराक्रमः इति शौर्यम् इति तत्र स्वीकुर्मश्चेत् तत्र साहसे अपि अथवा धैर्ये अपि अन्तर्भूतः भवति, किन्तु तत्र एतदपि दत्तम् अस्ति खलु तत्र स्पोकन् संस्कृत् मध्ये, तत्र एक्सेल् इति अपि तत्र पराक्रमते इति एक्सेल् इति अपि अस्ति. साहसम् अस्ति चेदपि पराक्रम इत्युक्ते यः साहसेन तद् यशं प्राप्नोति, यशसं प्राप्नोति. अतः तत्र यशं प्राप्तं धैर्यं, धैर्यम् इति भिन्नं, पराक्रममपि इति अपि भिन्नम् अस्ति. धैर्यं दर्शयति, तदपि पराक्रमम् इति पराक्रमं सूचयति, किन्तु तत्र एक्सेल् इति अस्ति. अतः भेदः अस्ति भगिनि, सम्यक्तया न वक्तुं शक्नोमि. किन्तु निपुणता अस्ति चेत् तु समीचीनं, किन्तु अन्य कोऽपि अर्थः तु प्रायशः अस्ति भगिनि, अस्ति. हा हा सत्यं भगिनि, हा तत्र द्रष्टव्यम् अस्ति. समीचीनं भगिनि. हा अस्तु, अत्र महोदय अत्र अमरकोशे अस्ति द्रवीण, तरस्, सहस, बल, शौर्य, स्थामन्, सुष्मा, शक्ति, पराक्रम, प्राण, एते समानार्थकम् अस्ति. शक्ति अवधि अस्ति, अतः तत्र किं भिन्नभिन्नार्थे भिन्नभिन्नार्थे अस्ति. आमां भिन्नभिन्नार्थे अस्ति. अत्र पराक्रम इत्युक्ते अत्र शरीरबलम् डिटर्मिनेशन् अपि भवितुमर्हति न? डिटर्मिनेशन् न जानामि भगिनि, न भवति डिटर्मिनेशन्, न भवति पराक्रम इत्यनेन न समीचीनं. किन्तु एक्सेल् अस्ति अपि स्ट्रेन्त्, धैर्यं, युद्धे पराक्रम यदा सर्वदा युद्धे साहसं नास्ति, पराक्रम एव तस्य शब्दस्य प्रयोगः एव भवति खलु. एषः प्रयोगः एव मया दृष्टः. अन्यान् आक्रमति इति पराक्रम इति तावत् तदेव आक्रमणं कृतवान् पराक्रमः इति. अस्तु, किन्तु गीतञ्जलि भगिनी सत्यमेव, तत्र किञ्चित् तत्र द्रष्टव्यम् अस्ति भगिनि, तत्र भेदः कः इति. पराक्रमः अपि अन्य तत्र अन्यानि पदानि यानि दत्तानि तयोः मध्ये कः भेदः इति द्रष्टव्यः एव. समीचीनं भगिनि. अस्तु अस्तु, अग्रे तत्र भवती एव न अस्तु, इदानीं तत्र रघुवीरानन्दस्वामी भवान् पठति वा अन्तिमं तत्र. पुरसा शिरसा दृष्ट्या मनसा वचसा तथा पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोष्ठाङ्ग उच्यते. वक्षस्थलेन मस्तकेन दृष्ट्या मनसा वाचा पादाभ्यां हस्ताभ्यां कर्णाभ्याञ्च क्रियमाणः नमस्कारः साष्टाङ्गनमस्कारः इति कथ्यते. अतः किम्, अतः तत्र अङ्गाः के महोदय? अष्टाङ्गाः महोदय. तत्र प्रथमम् उरस, उरस् वक्षस्थलम् उरस्, वक्षस्थलम् उरस्, उरस् इति प्रातिपदिकं हलन्तपदम्, उरः उरः इति प्रथमाविभक्तिरूपं. समीचीनं. मनस् मनस् वा महोदय? मनसि वा? हा समीचीनं महोदय. किन्तु एतत् पुल्लिङ्गं वा स्त्रीलिङ्गं वा? उरः इति प्रायशः नपुंसकलिङ्गम् इति मन्ये. मनांसि खलु? मनांसि नपुंसकलिङ्गम्. मनः नपुंसकलिङ्गम्, उरस् अपि वा? उरस् अपि इति मन्ये महोदय. उरस् उरस् उरस् नपुंसकलिङ्गं. नपुंसकलिङ्गम् अस्तु अस्तु. शिरसपि नपुंसकलिङ्गं. शिरस् इत्युक्ते मस्तकेन. मस्तकं शिरसपि नपुंसकलिङ्गम् इति मन्ये भगिनि. उरस् इति पुल्लिङ्गं महोदय. उराः उरसोः उरसः इति अस्ति, दत्तमस्ति न जानामि. पुल्लिङ्गे इति दत्तं, नपुंसकलिङ्गे अपि अस्ति वा? नपुंसकलिङ्गे अपि अस्ति महोदय. तत्र उरः उरांसि इति अस्ति. अस्ति महोदय, उरः इति अस्ति. आमां पुल्लिङ्गे अपि अतः न जानामि किमर्थं तत्र उराः. तत्र प्रायः प्रायः नामपदं भवि किमपि गुणः नास्ति, अङ्गं नास्ति, नामपदं कस्यापि पुरुषस्य तथा अप्सरस् अथवा दुर्वासस्, तादृश दुर्वासाः इति भवति. अतः तत्र शरीर अङ्गानि तर्हि नपुंसकलिङ्गं वा? तादृश नास्ति, न सर्वत्र हस्तः इति हस्तः प्रायः शरीरमिति नपुंसकलिङ्गे अस्ति. पुरुषः पुल्लिङ्गे, किन्तु देहः इति तत्र पुल्लिङ्गे अस्ति. नासिका इति स्त्रीलिङ्गे अस्ति, तत्र क्लेशः भवति. तत्र लिङ्गं तु पदस्य, न तु यत् पदार्थं. प्रायः प्रायः इति न तत्र कोऽपि सम्बन्धः नास्ति तयोः मध्ये. न, तत् सत्यं. न, अहं वदामि उरस् उरस् शिरस् इत्यादि जनरल् वर्ड्स् इति. अस्तु अस्तु. किन्तु इदानीं तत्र इदानीं तत्र दृष्ट्या इति दृष्ट्या दृष्ट्या तु मतिशब्दः अक्षौ दृष्टिः दृष्टिः दृष्ट्या अक्षौ. मनस् इत्युक्ते हृदयं महोदय. हृदयेन वचस् इति वाचा भिन्नं, वचसा समानार्थकपदं, किन्तु वचसा इति नपुंसकलिङ्गपदं वचस् इति, किन्तु वाचा इति तत्तु स्त्रीलिङ्गपदं वाक् इति. वाक् वाक् वाचा वचस् वचसा इदानीं पुनः तत्र पद्भ्यां पद्भ्यां पादाभ्यां कराभ्यां कराभ्यां हस्ताभ्यां कर्णाभ्यां कर्णाभ्याम् अतः तत्र कति सन्ति तत्र उरः शिरः कानिभ्यां दृष्टिः मनः वचः वचः तत्र पञ्च पञ्च इदानीं पद्भ्यां तत्र पादौ करौ कर्णौ अत्र तत्र पदद्वयं करद्वयं कर्णद्वयम् अतः तत्र अष्ट अङ्गाः सन्ति इदानीं तत्र यः नमस्कारः क्रियमाणः अस्ति तत्र कर्णाभ्याम् इति तत्र तृतीया इति अस्ति अर्थः कः महोदय तत्र तृतीया अत्र विभक्ति किं सूचयति तेन इत्युक्ते प्रयोजनेन अथवा माध्यमेन तत्र यदि नमस्कारः तेन भवति करणं यदि भवति तादृशक्रियमाणनमस्कारः स अष्टाङ्गनमस्कारः स इत्युक्ते तत्र सः इति टुगेदर् वित् इति अर्थे खलु तत्र स स योगः अष्टाङ्ग अष्टाङ्ग यः नमस्कारः सः साष्टाङ्गनमस्कारः इति अस्तु समीचीनम् अस्तु सुभाषितानि पठितानि अस्माभिः अस्तु समीचीनं महोदय सर्वाणि अष्टाङ्गानि तु एकसमये भूमौ स्पृशन्ति न शक्यते महोदय सत्यं भगिनि तत्र यदि तत्र नासिका तत्र मनसा कथं स्पृश्यते महोदय सत्यं किन्तु तत्र भूमेः स्पर्शः इति वार्ता नास्ति खलु भगिनि तत्र नमस्कारः इत्युक्ते तत्र तत्र महोदय अनेकाः जनाः तत्र किं कुर्वन्ति नमस्कारं कुर्वन्ति शरीरेण कुर्वन्ति किन्तु मनसा न कुर्वन्ति खलु मनसि एकं स्मरामि महोदय वदतु महोदय गुरुदेव स्वामी चिन्मयानन्दमहोदय अवदत् सः महोदय बेण्ड् दि मैण्ड् नाट् द बाडी समीचीनम् ऐ डोण्ट् वाण्ट् यू पीपल् टु कम् अण्ड् डू नमस्कारस् नो सत्यं सत्यं महोदय अतः तत्र यद्यपि शरीरेण किमपि कुर्मः किन्तु यद् तद् मनसा न भवति चेत् तत्र भेदः भवति तत्र भावः इति यदि यद् वदामः तत्र भावस्य अपि महत्त्वम् अस्ति इति केन भावेन कार्यं कुर्मः तस्य अपि महत्त्वम् अस्ति केवलं कार्यं न किन्तु येन भावेन कार्यं कुर्मः इति अतः तत्र मनसापि इति अस्तु तर्हि अग्रे सरामः तर्हि तत्र भगवद्गीतायाः श्लोकाः सन्ति तत् कुर्मः वा अतः तत्र अस्तु गीताञ्जलिभगिनी आरम्भं करोति वा भगिनि अग्रिमे पुटे तत्र एतेषु गीताश्लोकेषु सङ्ख्यावाचकशब्दानां प्रयोगं परिशीलयत यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति इति तत्र अत्र साङ्ख्यः इति पदमस्ति साङ्ख्यः अजन्तपदं साङ्ख्यः साङ्ख्यैः इति तृतीया बहुवचनं प्राप्यते, प्राप्यते इति किं सूचयति? तत्र कर्मणि प्रयोगः, हा, उच्यते, मया उच्यते, अहम् उच्यामि इति न, अहं वदामि, तत्र उच्यते अस्ति चेत् तत्र मया उच्यते, प्राप्यते. कैः? तत्र प्राप्यते अस्ति चेत् कर्मणि, अतः तत्र किं भवति? कर्मणि अस्ति चेत् कर्तृपदं, कर्तृपदस्य विभक्ति तृतीया, कर्मपदस्य प्रथमा. अत्र प्राप्यते इति अस्ति क्रियापदं, स्थानम् इति अस्ति, यत् स्थानं साङ्ख्यैः प्राप्यते इति वाक्यमस्ति, किन्तु कर्मणि वाक्यमस्ति, कर्मणि रूपमस्ति. अतः यत् स्थानम् इति अस्ति तदस्ति कर्मपदम्. कर्तृपदस्य तृतीयविभक्ति, अतः साङ्ख्यैः इति कर्तृपदम्. इत्युक्ते यत् साङ्ख्यैः स्थानं प्राप्यते, हा, तद् एतद् योगैः, तद् तद् योगैः, योगैः यकार अस्ति, हा, तद् योगैरपि, योगैः अपि गम्यते, हा, तत्र यत् स्थानं साङ्ख्याः, यत् स्थानं साङ्ख्याः प्राप्नुवन्ति तत् स्थानं, तत्र योगी इति, तत्र योगिन् इति रूपं स्वीकुर्मश्चेत् तत्र, अत्र तु योगः, हा, योगिभिः, योगिभिः, योगिभिः अपि, किन्तु महोदय तत्र योगैः इति अस्ति. महोदय तत्र कुत्र स्थलेषु तत्र पाणिनीय रीत्या न भवति इति अहं रामायणे महाभारते भवतु, तत्र आर्षप्रयोगः इति, आर्षप्रयोगः एव भवेत्, हा, योगी, हा, योगिभिः इति स्वीकुर्मः, योगिनः इति अस्ति खलु साङ्ख्ये, हा, योगिभिः इति स्वीकुर्मः, योगिभिः अपि तत्र गम्यते, अथवा योगी, योगिनौ, योगिनः इति, तत्र यत् स्थानं साङ्ख्याः प्राप्नुवन्ति तदेव स्थानं योगिनः अपि प्राप्नुवन्ति. स्थानं तत्र प्राप्नुवन्ति इत्युक्ते तत्र गच्छन्ति इति, अतः तत्र गम्यते वा प्राप्यते वा समानं. तत्र प्राप्नोमि इति तत्र क्रियापदस्य अर्थद्वयम् अस्ति खलु, तत्र पुस्तकम् उत्पीठिकायाम् अस्ति, अहं पुस्तिकाम् अथवा अहं किमपि पुस्तकं, पुस्तकस्य अन्वेषणं कृतवान्, किन्तु इदानीम् अहं पुस्तकं प्राप्तवान्, इदानीं तत्र पुस्तकं कुत्र अस्ति इति अहं न ज्ञातवान्, किन्तु इदानीं पुस्तकं प्राप्तवान्, प्रथम अर्थः, हा, इति अत्र, अत्र द्वितीय अर्थः, समीचीनं भगिनि, हा, भारतदेशं प्राप्तवान् अथवा प्राप्तवती इति अर्थे अत्र अस्ति प्राप्यते, गम्यते इति. इदानीं द्वितीयभागः श्लोकस्य, तत्र हा, इदानीं तत्र यः पश्यति, यः किं पश्यति, यः पश्यति, यः साङ्ख्यं च योगं च एकम् इति, एकम् इति पश्यति सः एव पश्यति, न न सः एव, वदतु भगिनि, हा, सः एव, सः एव पश्यति इति, हा, अतः तत्र, हा, सत्यं भगिनि, यदि वयं चिन्तयामः अस्तु साङ्ख्यं भिन्नं योगं भिन्नम् इति यदि चिन्तयामः तत्र वयं, हा, इति समीचीनं भगिनि, अतः तत्र यः साङ्ख्यं च योगं च एकं पश्यति सः पश्यति इति, समीचीनं भगिनि, अस्तु अग्रे रघुपतिमहोदय अग्रिमं करोति वा. आं महोदय. द्वौ द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च दैवो विस्तरश प्रोक्ता आसुरं पार्थमे शृणु द्वौ भूतसर्गौ लोके लोके अस्मिन् दैव आसुर एव च दैवो विस्तरः विस्तरशः प्रोक्ता आसुरं पार्थ मे शृणु इति अतः भूतसर्गौ लोकेऽस्मिन् द्वौ स्तः दैव आसुर इति वा तत्र भूतसर्गौ तत्र भूतसर्गः इति तत्र जीवाः इति तत्र जीवाः इति स्वीकर्तुं शक्नुमः तत्र द्वौ जीवौ लोके अस्मिन् लोके लोके अस्मिन् अस्मिन् लोके तत्र द्वौ भूतसर्गौ स्तः एकः अस्ति तत्र दैव अन्य अस्ति आसुर हा दैवो विस्तरशः प्रोक्तः प्रोक्तः दैवः विस्तरश विस्तारेण प्रोक्तम् तस्मिन् विषये किन्तु तस्य विषये इदानीम् अग्रे वक्ष्यामि वक्ष्यामि पार्थ मे शृणु मां शृणु अहं वदामि मे शृणु इति अतः तत्र लोकेऽस्मिन् इदानीं तत्र केवलं तत्र संख्यावाचकशब्दनम् इति अतः द्वौ इति प्रथमश्लोके एकः आसीत् इदानीं द्वौ इति अस्ति अत्र प्रथमविभक्ति द्विवचनमस्ति द्विवचनं समीचीनं महोदय अस्तु अग्रे सूर्यकुमारी भगिनी महोदय त्रिभिर्गुण त्रिभिः गुणां गुणमयैः गुणमयैः भावैः एभिः एभिः सर्वमिदं जगत् मोहितं न नाभिजानाति मामेभ्यः अभिजानाति मोहितं न अभिजानाति माम् एभ्यः परमव्ययम् मामेभ्यः परम् अव्ययं समीचीनं भगिनि अस्तु अत्र तत्र इदानीं तत्र त्रि इति विषयः त्रिभिः गुणमयैः भावैः एभिः एभिः एभिः इति भवती जानाति खलु एभिः इति पदस्य परिचयं करोतु एभिः इति पूर्वं पठितवन्तः खलु इदं पदस्य एकः न इदम् इदं पदस्य अयम् इमौ इमे इमम् इमौ इमान् अनेन आभ्याम् एभिः अथवा तैः तैः एभिः अथवा तैः एतैः एतैः इति तत्र त्रिभिः गुणमयैः भावैः एभिः सर्वमिदं जगत् मोहितम् न अभिजानाति माम् एभ्यः मामेभ्यः परम् अव्ययम् एभिः तत्र मामेभ्यः क्षम्यतां मामेभ्यः माम् योगः एभ्यः न मामेभ्यः इति एकमेव पदं तत्र किम् अस्ति तत्र मोहितम् अस्ति तत्र पुनः तत्र तैः इति कोऽपि तत्र जीवाः इति स्वीकरोतु भगिनी तत्र मनुष्याः इति स्वीकरोतु जनाः जनाः जनैः तत्र तत्र किं त्रिगुण अथवा तत्र अस्तु तत्र न अभिजानाति इति अस्तु अतः तत्र अभिजानाति इति अस्ति अभिजानाति इति क्रियापदम् जानाति अभिजानाति अभिजानाति इत्युक्ते जानाति इत्युक्ते अहं तत्र भवति न न तत्र अभि तत्र जानाति इत्युक्ते तत्र भवति किं रमेशं जानाति वा आम् अहं जानामि अथवा अहं न जानामि सः कः इति अहं न जानामि किन्तु अभिजानाति इत्युक्ते किम् अभिजानाति इत्युक्ते रेकग्नैज् इति नो इति भिन्नम् अभिजानाति इति रेकग्नैज् इति भिन्नम् अभिजानाति इत्युक्ते रेकग्नैज् पूर्वं दृष्टं चेत् अभिजानाति खलु हा नो चेत् रेकग्नैज् न भवति खलु पूर्वं पूर्वं ज्ञानम् अस्ति चेत् तत्र पूर्वस्य ज्ञानस्य उपयोगेन इदानीमपि ओ अस्तु एतद् अहं जानामि इति भवति चेत् तत्र अभिजानाति इति वदामः नो चेत् जानामि इति एव अतः तत्र न अभिजानाति कः न अभिजानाति यः मोहितम् एतत् जगं जगत् मोहितम् तत्र त्रिगुणै त्रिगुणमय त्रिभिः गुणमयैः भावैः एभिः सर्वमिदं जगत् मोहितम् अभिजानाति मामेभ्यः परम् अव्ययम् तत्र अभिजानाति कः अभिजानाति जगत् अभि न अभिजानाति कीदृशं जगत् न अभिजानाति मोहितं जगत् न अभिजानाति जगत् इत्युक्ते तत्र लोकं सर्वं लोकम् सर्वम् इदं जगत् तत्र रघुवीरन्द्रमहोदय किमपि वक्तुम् इच्छति वा अत्र रघुवीरेन्द्रस्वामीजी आं महोदय अस्मि 7.13 इति सत्यं पठत् महोदय जगत् यदस्ति तत् संसरति महोदय किमर्थं चेत् माया शक्ति युक्त्या एतत् सृष्टि अभवत् तद् गुणमयी अस्ति गुणाः ये तिष्ठन्ति ते तु साम्ये न तिष्ठन्ति एव एकवारं सात्विकभावम् एक मनसि आगच्छति द्वितीयं राजसिकम् इत्यादि किन्तु भगवान् यदस्ति परम् अव्ययम् सः मामेभ्यः तस्मिन् किमपि गुणाः न सन्ति अतः सः अव्ययं यः जानाति भगवान् एतत् जगत् एव एतत् परमात्मा नास्ति परमात्मा तु गुणः परः गुणैः परः अतः गुणैः गुणेषु वर्तन्ते सः मोहं त्यजति किन्तु अहं न सत्यं महोदय सत्यं अत्र किमस्ति तत्र अन्वयक्रमः कुर्मश्चेत् तत्र किम् अस्ति तत्र क्रियापदम् अस्ति अभिजानाति इति क्रियापदं कर्तृपदं किम् अस्ति अत्र यः अभिजानाति यः अत्र तु यत् इति अस्ति महोदय तत्र जगत् न अभिजानाति इति जगत् न अभिजानाति इति भवति न एभिः इति तत्र तद् भिन्नमस्ति भगिनि तत्र अभिजानाति इति तत्र तु कर्मणि प्रयोगः किमपि नास्ति खलु तत्र जानाति अभिजानाति तत्तु कर्तृप्रयोगः एव खलु सूर्यकुमारी भगिनी अतः अभिजानाति. अभिजानाति क्रियापदमस्ति चेत् तत्र कर्तृपदं प्रथमाविभक्तौ एव भवति खलु, न तु तृतीया. अत्र जगत् प्रायः प्रत्येकपदं न दत्तं, कर्तृपदं प्रायः तत् पूर्वस्मिन् श्लोके. न न महोदय, अत्र अत्र तु जगत् मोहितं जगत् न अभिजानाति इति. गुणमयैः गुणमयैः त्रिभिः धावैः मोहितं मोहितं सर्वम् सर्वं जगत् मोहितम्. हा इदं सर्वं जगत् मोहितम्. हा एतादृशं जगत् न अभिजानाति. तत्र किं न अभिजानाति? एभ्यः परं परम् अव्ययम् अव्ययम् अहं अव्ययम् माम् एभ्यः परम् अव्ययम् अस्मि न अभिजानाति. यद्यपि अहम् अव्ययम् अस्ति सः न जानाति. हा तत्र माम् न जान तत्र अतः तत्र सत्यम् इदानीं बुद्धं महोदय. हा जगत् मोहितं तत्र न अभिजानाति इति. सर्वमिदं जगत् मोहितमस्ति केन अथवा कैः मोहितं? तत्र त्रिभिः गुणमयैः भावैः एभिः मोहितं यत् सर्वमिदं जगत् तत् जगत् न अभिजानाति. किं न अभिजानाति? मां परम् अव्ययं न जानाति. किन्तु तत्र परम् इत्युक्ते केभ्यः? एभ्यः एभ्यः परम् अव्ययं माम् इति. तादृशं किमपि अस्ति इति चिन्त्यं महोदय? तथैव महोदय, एभ्यः परं माम् अव्ययं न अभिजान. हा तत्र परम् अस्ति चेत् वयं जानीमः तत्र उपपदविभक्तिः तत्र किमस्ति? परम् अथवा पूर्वम् अस्ति चेत् तत्र विभक्ति का? कोऽपि वदति वा? परम् अथवा पञ्चमी खलु भगिनि? हा तस्मात् पूर्वः अथवा तस्मात् परः. हा अतः एव तत्र एभ्यः इति अस्ति तत्र. एभ्यः केवलं पञ्चमी वा महोदय? पञ्चमी षष्ठी पञ्चमी एव पञ्चमी एव पञ्चमी एव अस्म. हा अथवा इदम् इदम् इति पदस्य एभ्यः सम्यक् इति अर्थं स्पष्टम् इदम् इति एभ्य. हा समीचीनं खलु तत्र तृतीया विभक्ति. हा पञ्चमी पञ्चमी पञ्चमी इति एव तत्र. हा एभ्यः इति एभ्यः परं परम् एभ्यः परम् अव्ययं मां न अभिजानम् न अभिजानन्ति अभिजानाति लोकं सर्वं लोकम्. अस्तु अस्तु समीचीनम्. अस्तु श्लोकत्रयं कृतं, त्रयम् इति तावत् पर्यन्तम् अद्य वयं प्राप्तवन्तः. अग्रे तत्र चत्वारः पञ्च अपि तत्र किम् अस्ति? षड् अस्ति हा प्रायशः. अस्तु पश्यामः तदनन्तरं पूर्ण श्लोक स्वीकृतवन्तः. सत्यं महोदय, सम्यक् श्लोकान् स्वीकृतवन्तः खलु. सत्यं महोदय. अस्तु अस्तु तर्हि समयः अपि जातः. तत्र रघुवीरन् महोदय भवानेव अन्ते तत्र मन्त्रं वदति वा? ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ. नमस्कारः, धन्यवादश्च महोदय.